गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विशेषणविशेष्यभावः तस्मिन् विषये तत्र स्वरूपमहोदयस्य करपत्रं यदस्ति वयं तं तत् करपत्रं पठन्तः स्मः तत्र अद्य तत्र उपस्थापनं नास्ति कृत्वा किञ्चित् पुनस्मरणार्थं किञ्चित् चिन्तयामः तत्र प्रथमतया तत्र वयं किं कृतवन्तः तत्र वर्णवाचकशब्दाः नाम श्वेतं पुष्पं श्वेतः घटः नीलः घटः इति तत्र वर्ण नाम कलर् वर्णवाचकशब्दाः तत्र अस्मिन् विषये तत्र वर्ण शब्दाः तत्र श्वेतः इति तत्र गुणवाचकाः अपि भवितुम् अर्हन्ति अपि गुणवद् वाचकाः अपि भवितुम् अर्हन्ति इति आसीत् तत्र किञ्चित् पश्यामः एकनिमिष तत्र सर्वे द्रष्टुं शक्नुवन्ति इति मन्ये तत्र वर्णः इति गुणः अस्ति द्रव्ये भवति तत्र नीलः वर्णः इति अस्ति पुष्पस्य वर्णः नीलः अथवा नीलं पुष्पम् इति एतादृशप्रयोगद्वयं वयं दृष्टवन्तः यदि वयं वदामः नीलः पुष्पस्य वर्णः नीलः तत्र गुणवाचकः वा गुणवत् वाचकः वा अना भगिनी पुष्पस्य वर्णः नीलः इति वदामः तत्र गुणवाचकः वा गुणवद् वाचकः वा गुणवत् वाचकः गुणवत् नाम गुणवत् इत्युक्ते गुणस्य आश्रयः सूचयति अत्र नीलः वर्णः पुष्पस्य वर्णः नीलः इति वदामः तत्र वर्णस्य विषयः वा अथवा वर्णस्य आश्रयस्य विषयः वा आशयः कः अर्थः आशयः हा किन्तु यदि वदामः तत्र नीलः इति शब्दः नीलः वर्णः इति वदामः तत्र गुणवाचकः वा गुणवत् वाचकः वा तत्र नील इति पदे गुणवाचकः गुणवाचकः हा तत्र गुणः क गुणं वदति नीलः वर्णः इति किन्तु यदि वदामः नीलं पुष्पं तत्र किम् अस्ति गुणवत् वाचकं गुणवत् वाचक वाचकपदं भवति नीलम् इति हा तत्र गुणः उपरि तिष्ठति द्रव्यम् अधोभागे तिष्ठति तत्र आधाराधेयभावः अस्ति गुणः उपरि अस्ति द्रव्यं गुणवत् भवति गुणवाचकः यदि नीलं नीलः इति नीलः वर्णः इति वदामः पुष्पस्य वर्णः नीलः इति वदामः तत्र नीलः इति पदमस्ति अथवा नीलं पुष्पम् इति वदामः तत्रापि नीलम् इति पदमस्ति किन्तु नीलः पुष्पस्य वर्णः नीलः इति यदि वदामः तत्र नीलः इति पदे गुणवाचकता अस्ति नीलः इति गुणवाचकं पदं भवति किन्तु यदि वदामः नीलं पुष्पम् इति यदि वदामः तत्र नीलं किमस्ति पुष्पमेव अस्ति अतः तत्र नीलं पुष्पम् इति यदि वदामः तत्र गुणवत् वाचकता नीलम् इति पदे भवति तत्र नीलं पुष्पं तयोः मध्ये विशेषणविशेष्यभावः अस्ति तयोः मध्ये तत्र नीलमिति पदं पुष्पमिति पदं तयोः मध्ये तत्र विशेषणविशेष्यभावः अस्ति अतः समाललिङ्गम् इति सर्वम् अस्ति अतः पुष्पमिति नपुंसकलिङ्गे अस्ति इति कृत्वा नीलमिति अपि नपुंसकलिङ्गे अस्ति. किन्तु यदि तत्र वर्णस्य विषये अस्ति, नीलः वर्णः, अत्र सर्वदा पुंसि एव भवति इति एतत् सर्वं वयं दृष्टवन्तः. तत्र गुणवाचकता समये पुंसि एव, गुणवत् वाचकता यदि भवति तत्र विशेष्य निज्ञता भवति, नाम विशेष्यस्य. अत्र विशेष्यं किम् अस्ति? पुष्पं. पुष्पस्य लिङ्गम् अनुसृत्य नील इति वर्णस्य इति पदस्य अपि लिङ्गं भवति. अत्र पुष्पमिति नपुंसकलिङ्गे अस्ति इति कृत्वा नीलमपि नपुंसकलिङ्गे अस्ति. अतः तत्र किञ्चित् तत्र यदि गुणवाचकता अस्ति तत्र नियतलिङ्गः सर्वदा पुल्लिङ्गे भवति, अपि यदा गुणवत् वाचकता अस्ति तदा विशेष्य निज्ञता, नाम नील इति वर्णस्य तत्र वर्णस्य पदं यदस्ति तत्र नीलं वा श्वेतं वा तस्य पदस्य लिङ्गं विशेष्यस्य लिङ्गम् अनुसरति. तत्र पुष्पम् इति विशेष्यं, नीलम् इति विशेषणम् इति यत् साधारणतया वदामः. अस्तु, इदानीं तत्र अग्रे तत्र उन्नतः वृक्षः इति यदि अस्ति तत्र विशेष्यं किं, विशेषणं किं? नरसिंहमहोदय नमस्कारः. नमस्कारः महोदय. उन्नतवृक्ष इत्यत्र वृक्ष इति विशेष्यम्, उन्नत इति विशेषणं. विशेषणं, हा अस्तु. तत्र उन्नतः वृक्षः, तत्र उन्नतः इति तत्र गुणवाचकपदम् अस्ति वा अथवा गुणवत् वाचकपदम् अस्ति वा उन्नतः इति? पदमेव. उन्नतः इति गुणवाचकपदम् अस्ति वा गुणवत् वाचकपदम् अस्ति वा? नाम अत्र नीलं, तत्र नीलं पुष्पम् इति यत्र अस्ति वयं वदामः नील इति वर्णः पुष्पे अस्ति खलु. नीलं पुष्पम् इत्युक्ते तत्र नील इति वर्णः पुष्पे अस्ति खलु. अत्र वर्णः नीलः अस्ति, नीलवर्णः पुष्पे अस्ति इति कृत्वा पुष्पं नीलम् अस्ति. अत्र उन्नतः वृक्षः इति अस्ति, तत्र उन्नतः इति पदं गुणवाचकपदं वा गुणवत् वाचकपदं वा? औन्नत्यं वृक्षे अस्ति इति भवति. हा, तत्र औन्नत्यम्, उन्नतः वृक्षः इत्युक्ते कश्चन गुणः वृक्षे वर्तते, नाम औन्नत्यम् इति गुणः अथवा धर्मः वृक्षे वर्तते. अतः औन्नत्यं वृक्षे अस्ति, न तु उन्नतः वृक्षे नास्ति खलु. उन्नतः वृक्षः इति अस्ति चेत् वयं किम् उन्नतः वृक्षे अस्ति इति न वदामः. वृक्षः उन्नतः इति वदामः, वृक्षे औन्नत्यम् इति कश्चन धर्मः वर्तते इति वदामः. अतः उन्नतः इति पदे, उन्नतः इति पदे गुणवाचकता नास्ति, गुणवत् वाचकता अस्ति. यतोहि गुणवत् इत्युक्ते वृक्षः, अत्र वृक्षस्य गुणस्य आश्रयः वृक्षः. गुणवत् वाचकता उन्नतः इति शब्दे अस्ति, किन्तु उन्नतः इति पदे अथवा शब्दे गुणवाचकता नास्ति, यतोहि तत्र साक्षात् किम् अस्ति वृक्षे? औन्नत्यम् एव अस्ति इति. एतावत् कोऽपि प्रश्नः? तत्र वैलक्षण्यम् अस्ति, नाम यत्र वर्ण अथवा रूपवाचकपदाः सन्ति तेषां स्थितिः भिन्ना अस्ति. साधारणस्थितिः तत्र उन्नतः इति यत्र अस्ति, तत्र केवलं गुणवाचकता अस्ति, गुणवाचकता नास्ति, गुणवत् वाचकता एव अस्ति. नाम उन्नतः इति केवलं द्रव्यं किम् इति एव वदति, न तु द्रव्ये विद्यमानः गुणः. अतः उन्नतः इति अधोभागे एव स्थातुं शक्नोति, किन्तु नीलः इति उपरि अपि भवितुम् अर्हति, अधोभागे अपि भवितुम् अर्हति. उपरि अस्ति चेत् गुणवाचकता, अधोभागे अस्ति चेत् गुणवत् वाचकता. अतः तत्र वर्ण वर्णवाचकाः शब्दाः गुणवाचकाः अपि भवितुम् अर्हन्ति, तद्वत् वाचकाः अपि भवितुम् अर्हन्ति. नाम गुणवत् गुणस्य आश्रयः अपि ते किम् इति वदन्ति. एतत् तत्र नीलेश महोदयेन अपि तत्र अस्मिन् पाठे तत्र पाठस्य विषये तत्र लेखस्य विषये किञ्चित् कृतमस्ति. तत्र यदि अत्र गच्छन्ति चेत् भाषापाकः इति तस्य कोर्स् आसीत्, तत्र अस्मिन् विषये तत्र स्लैड् त्रयमस्ति, अहम् एकमेव अत्र प्रदर्शितवान्. किन्तु तत्र समानविषयः, तत्र यदा तत्र गुणवाचकता अस्ति तस्मिन् समये नियतलिङ्गः पुंसि एव भवति, यदा गुणवत् वाचकता अस्ति तदा तत्र विशेष्य निज्ञता अस्ति. अतः तत्र वर्णवाचकशब्दाः तत्र नील श्वेतः वा रक्तः वा हरितः वा पीतः वा नीलः वा शुक्लः वा कृष्णः वा तत्र उपरि अपि स्थातुं शक्नुवन्ति, नाम गुणवाचकपदमपि भवितुमर्हन्ति, अधोभागे अपि स्थातुं शक्नुवन्ति, गुणवत् वाचकशब्दाः भवितुम् अर्हन्ति. किन्तु उन्नतः तादृशः नास्ति. उन्नतः केवलम् अधोभागे द्रव्यस्य एव वर्णनं कर्तुं शक्नोति उन्नतः पदेन, न तु वृक्षे विद्यमानधर्मः यः अस्ति तस्य वर्णनं न भवितुम् अर्हति. अतः तत्र उन्नतः इति पदे गुणवाचकता नास्ति, गुणवत् वाचकता अस्ति. अस्तु, इदानीं तत्र यदि वृक्षः उन्नतः अस्ति तस्मिन् समये औन्नत्यम् अथवा उन्नतत्वं वृक्षे अस्ति, अतः तत्र उन्नतत्ववान् वृक्षः इति मतुप्रत्ययस्य प्रयोगः कृत्वा उन्नतत्ववान् वृक्षः अथवा औन्नत्यवान् वृक्षः इति भवति. उन्नतः वृक्षः नाम उन्नतत्ववान् वृक्षः. तथैव यदि नील इति वर्णः पुष्पे अस्ति चेत्, तत्र नीलः इति अस्ति पुष्पे, नीलः इति वर्णः पुष्पे अस्ति, अथवा नीलः इति वर्णः पुष्पे अस्ति, अथवा यदि नीलं पुष्पमिति स्वीकुर्मः, यदि नीलं पुष्पमिति स्वीकुर्मः, उन्नतः वृक्षः इति नील तत्र विशेषणविशेष्यभावः अस्ति. नीलं पुष्पं तत्रापि विशेषणविशेष्यभावः अस्ति. उन्नतः वृक्षः इति अस्ति चेत् वृक्षे औन्नत्यम् अस्ति, उन्नतत्वम् अस्ति. नीलं पुष्पम् इति यदि वदामः, पुष्पे किम् अस्ति तत्र? शुभदा भगिनी, पुष्पे नीलवत्वम् अस्ति. नीलत्वं, नीलत्वं, नीलत्वम् अस्ति, त्वम् इति भावः खलु. तत्र उन्नतः औन्नत्यं वा अथवा उन्नतत्वम् इति त्वम् इति योजयामः, अतः नीलत्वम् इति भवति. अतः नीलत्वम् इति पुष्पे अस्ति, पुष्पे अस्ति, नीलत्वम् इति पुष्पे अस्ति. अतः यदि उन्नतः वृक्षः अस्ति तस्य अन्यवर्णनं भवति, अन्यत् वर्णनं भवति. उन्नतः वृक्षः इति कृत्वा औन्नत्यम् इति वृक्षे अस्ति, अतः उन्नतत्ववान् वृक्षः अथवा औन्नत्यम् अथवा उन्नतत्वं वृक्षे अस्ति इति कृत्वा उन्नतत्ववान् वृक्षः. नीलं पुष्पं तत्रापि विशेषणविशेषभावः. नीलं पुष्पम् इत्युक्ते तत्र नीलम् इति यत् विशेषणमस्ति तस्य भावः अस्ति नीलत्वं. नीलत्वम् इति पुष्पे अस्ति, अतः पुष्पस्य वर्णनं मतुप्रत्ययस्य योजनेन वर्णनं किं भवति? यथा अत्र कृतवन्तः, उन्नतत्ववान् वृक्षः, अत्र नीलत्वं पुष्पे अस्ति इति कृत्वा नीलत्ववान् पुष्पम्. हा, नीलत्ववान् पुष्पम्, नीलत्ववत्, यतोहि नपुंसकलिङ्गे अस्ति, पुष्पम् इति भवति, नीलत्ववत्. तत्र नीलत्ववत् इति यदि वद वयं वदामः तत्र नीलं पुष्पं तत्र ब्लू फ्लवर् इति भवति, किन्तु ब्लू फ्लवर् अस्ति चेत् तत्र साक्षात् गुणः कः अस्ति? ब्लूनेस् इति एव भवति खलु, तत्र तदेव नीलत्वं. यदि वयं वदामः ब्लू तत्र नीलः इति वदामः, ब्लू इस् द कलर् इति वदामः, तत्र नीलः इति वर्णः, वर्णः नाम नीलत्वमेव. तत्र नीलः वर्णः इति वदामः, तत्र वयं नीलत्वम् इति तस्य एव विषयः अस्ति. अतः नीलः वर्णः इत्युक्ते नीलत्वं. नीलः वर्णः तत्र गुणः पुष्पे भवति, अथवा नीलत्वम् इति धर्मः पुष्पे भवति. अतः एव तत्र भाषापाक पाठे तत्र श्वेतत्ववत् पुष्पम् इति लिखितमस्ति, न तु श्वेतवत् पुष्पं, तत्र श्वेतत्ववत् पुष्पम् इति एव लिखितम् अस्तु. एतत् सर्वं पुनस्मरणार्थम्, अतः तत्र सर्वेषां मनसि सम्यक् एतत् भवेत्, नाम यत्र तत्र वर्णवाचकः शब्दाः सन्ति तेषां वैलक्षण्यम् अस्ति, ते उपरि अपि स्थातुं शक्नुवन्ति, अधोभागे अपि स्थातुं शक्नुवन्ति, किन्तु साधारणतया तत्र उन्नतः इति उपरि न स्थातुं शक्नोति, अधोभागे द्रव्यस्य वर्णनमेव कर्तुं शक्नोति. अत्र विशेषणविशेष्यभावः इति आगतः, नाम विशेषणम् एतत् उन्नतः, वृक्षः इति विशेष्यम् इति उक्तं, किन्तु परिस्थितिः भिन्ना अस्ति. तत्र विशेषणविशेष्यभावः यत् साधारणतया वदामः, तत् तस्य पृष्ठभागे अनेके विचाराः सन्ति, तेषां परिशीलनम् अथवा पठनमेव अस्मिन् करपत्रे कृतम् अस्ति. अतः तत्र किञ्चित् तत्र एतत् वयं पठितवन्तः, किन्तु अस्मिन् विषये तत्र अन्य कोऽपि किञ्चित् वदतु, तदनन्तरम् अग्रे सरामः. तर्हि तत्र हा अस्तु, तत्र नीता भगिनी तत्र एतत् परिच्छेदम् एतं परिच्छेदं पठित्वा प्रश्नः कः इति वदतु भगिनि. आमाचार्य, अधुना कश्चन घटः भूतले अस्ति, तदर्थं भूतलं घटवत् इति उच्यते. अत्र किं पदं विशेषणं? सामान्यतया घटवत् विशेषणम् इति वदामः. तत्र विद्याधरी इति ग्रन्थे लिखितमस्ति यत् भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणं. तर्हि किं भूतलं घटवत् इति वाक्ये घटवत् अपि विशेषणं, घटः अपि विशेषणम्? हा इति अतः तत्र प्रश्नः कः? अत्र भूतले घटः अस्ति. यदि भूतले घटः अस्ति इति चिन्तयामः चेत् त्वं त्व प्रत्ययस्य उपरि गच्छामः, मतु प्रत्यय अधो गच्छामः. समीचीनं. त्व घटः त्व तु घटः घटत्वं भूतलं घटवत् इति किमर्थम् उक्तं? यतोहि तत् मतु प्रत्ययस्य योजनेन अधोमार्गे गमनं भवति, अधो दिशि गमनं भवति, तत् घटः मतु प्रत्यययोजनेन घटवत् भूतलम् इति भवति. भवति समीचीनं. तत्र भूतलम् इति अस्तु प्राप्यते, अतः घटवत् भूतलम् इति वक्तुं शक्नुमः. अत्र किं पदं विशेषणं? सामान्यतया घटवत् विशेषणम् इति वदामः. यदि घटवत् भूतलम् इति वयं वदामः चेत् विशेषणपदं विशेषणं घटवत् इति भवति. तत्र विद्याधरी इति ग्रन्थे लिखितमस्ति यत् भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणं. भूतले संयोगेन विद्यमानः घटः भूतले संयोगेन विद्यमान अस्ति, अतः घटः भूतलस्य विशेषणं। तर्हि किं भूतलं घटवत् इति वाक्ये घटवत् अपि विशेषणं, घटः अपि विशेषणम्? अत्र संयोगसम्बन्धेन घटः भूतले विद्यमानः अस्ति, अतः घटः भूतलस्य विशेषणं भवितुम् अर्हति इति उक्तम्। अतः तत्र प्रश्नः कः, घटः साक्षात् घटः विशेषणं वा अथवा घटवत्, तत्र घटः इति पदं विशेषणं वा अथवा घटवत् इति पदं विशेषणं वा इति प्रश्नः खलु। इति भवति। अतः तत्र भूतलं घटवत् इति साधारण व्यवहारः अस्ति, तत्र घटवत् एव विशेषणं, भूतलम् इति विशेष्यं नाम भूतलम् अस्ति, भूतलं कीदृशम् अस्ति, भूतलं घटवत् अस्ति, यतोहि भूतले घटः अस्ति, भूतलं घटवत् अस्ति, अतः घटवत् इति विशेषणम् इति चिन्तयामः। किन्तु अत्र उक्तमस्ति घटः भूतलस्य विशेषणम्, अतः घटवत् वा घटः वा इति प्रश्नः उदेति। अस्य समाधानार्थं वयं वत्त्वम् इति विषये चर्चा तत्र अपेक्षिता अस्ति। वत्त्वं नाम किमस्ति शोभा भगिनी, वत्त्वं नाम किमस्ति? धन्यवादः भगिनी। वत्त्वम् इति तत्र भावप्रयोगः भाववाचकपदं भवति महोदय। वत्त्वं, वत्त्वं त्वम् इति नास्ति तत्र, वत्त्वं तत्र घटवत् वत्त्वं वा, एकः एव प्रत्यय वा अथवा प्रत्यय? क्षमता महोदय, वत् अपि त्वं, क्षमता, तत्र मतुपपि भावप्रयोगः वाचकपदं तत्र द्वयोः वाक्ये नाम तत्र प्रत्ययद्वयस्य किञ्चित् चिन्तनम् अपेक्षितं। प्रकृतिं सूचयति इत्युक्ते तत्र घटवत्त्वम् इत्युक्ते घटः एव। समीचीनं। किन्तु तत्र प्रत्ययद्वयमस्ति खलु, वत् इति एकः प्रत्ययः, मतुप् अपि च मतुप् इति अस्य अस्मिन् वा इति भवति। समीचीनं। त्वा इत्युक्ते तत्र भाववाचकपदं, तस्य भावं सूचयति, किन्तु यदा वत् अपि त्वं त्वा इति द्वयोः उपयोगः भवति तदा तु ते तौ प्रकृतिम् इत्युक्ते मूलमेव सूचयति। तत्र घटवत्त्वम् इति तादृशं भवति चेत् प्राय घटः इति एव अस्माकं चिन्तनम् आसीत्। समीचीनम्। अतः तत्र मतुप्रत्ययस्य किञ्चित् चिन्तनम् अपि भावप्रत्ययस्य अपि चिन्तनम् अपेक्षितमस्ति। अपि तत्र वयम् एतत् सर्वं कृतवन्तः, तत्र घटत्वम् अस्ति अद् उपरि, घटः अधोभागे अस्ति, घटत्वं घटे अस्ति, घटः भूतले अस्ति, तत्र उपरि गमनार्थं तत्र भावप्रत्यये तस्य उपयोगं कुर्मश्चेत् भूतलं, भूतले भूतलत्वं, भूतलत्वम् इति उपरि गच्छति, यतोहि आदेयः अस्ति, आधारः भूतलम् अस्ति। किन्तु यदि वयं घटवत् इति कुर्मः तत्र घटः आधारः आदेयः भवति, घटवत् इति आधारः भवति, तत्र आदेयः आधारः, अत्र आधारः आदेयः इति भवति। अतः तत्र भावः अपि मतुप् तयोः मध्ये वैलक्षण्यम् अस्ति। अपि एतत् सर्वं वयं गतवर्गे पठितवन्तः, तत्र घटत्वं, घटत्ववान्, घटः, घटवत्त्वम् एतत् सर्वं पठितवन्तः। किन्तु अत्र अस्माकं मूलप्रश्नः अस्ति तत्र विशेषणम्, अस्माकं मूलप्रश्नः अस्ति विशेषणं घटः अस्ति वा घटवत् अस्ति वा, अतः विशेषणविशेष्यभावः यः अस्ति सः कः इति किञ्चित् चर्चा भवेत्, काचित् चर्चा भवेत् इति कृत्वा तत्र विशेष्यं नाम किम् इति वयं पठितवन्तः। तत्र जयलक्ष्मी भगिनी तत्र गतवर्गे पठितवती, तत्र विशेष्यम् इति इति अस्ति, तत्र विशेषणविशेष्ययोः अर्थः इति एतत् सर्वं वयं गतवर्गे पठितवन्तः, किन्तु किञ्चित् पुनः पठामः. तत्र सिद्धान्तः यः अस्ति, तत्र जयलक्ष्मी भगिनी किञ्चित् पठति वा सिद्धान्तः? आं महोदय, नमस्ते महोदय. कुतः आरभ्य महोदय? अत्र स्क्रीन् शेर् स्क्रीन् कृतवान् भगिनी अहं. हा, विशेषणविशेषमिति शब्दद्वयमपि अत्र मुख्यः यत् अस्ति. हा, विशेषणविशेष्यम् इति शब्दद्वयमपि अर्थः सम्बन्धः न तु शब्द अर्थः सम्बन्धः न तु शब्दसम्बन्धम् अयं. क्षम्यतां, तत्र सम्यक्तया न दृश्यते वा इदानीं? समीचीनतया दृश्यते वा? हा, दृश्यते महोदय. अस्तु अस्तु, हा, तत्र अर्थसम्बद्धं न तु शब्दसम्बद्धम् अयं सिद्धान्तः मुख्यः. नाम किम्? न्यायशास्त्रे विशेषविशेषण अस्य प्रयोगः यथा भवति तत्र शब्दद्वयमपि अर्थसम्बन्धं भवति किन्तु शब्दसम्बन्धं नास्ति इति उक्तम्. तत्र न तु शब्दसम्बद्धं नाम तत्र विशेषणविशेषभावः यद् अस्ति सः भाषायाः उपरि न प्रयोगः भवति. भाषायाः प्रयोगः अस्ति किन्तु एषः सम्बन्धः पदार्थयोः मध्ये यः सम्बन्धः वर्तते तस्मात् आगतः सम्बन्धः इति. तत्र केवलं न्यायशास्त्रे इति नास्ति, एतत् अस्तु सर्वत्र एतद् भवति. नाम यदि वयं वदामः तत्र उन्नतः वृक्षः इति वदामः, तत्र वृक्षः इति शब्दः अस्ति, वृक्षः इति शब्दः अस्ति, विशेष्यम् इति वदामः, वृक्षः इति विशेष्यम् इति वदामः, तत्र उन्नतः इति विशेषणम्. वृक्षः इति शब्दः शब्दप्रपञ्चे अस्ति, एषः शब्दः वृक्षं साक्षात् वृक्षं यः पदार्थः लोके अस्ति तं पदार्थं सूचयति खलु? वृक्षः इति शब्दः भिन्नः, वृक्षः इति पदार्थः भिन्नः. अस्तु, उन्नतः वृक्षः इति यदि वदामः तत्र शब्दद्वयमस्ति, शब्दद्वयोः मध्ये वयं वदामः विशेषणविशेष्यभावः अस्ति. नाम विशेष्यं पदं वृक्षः अस्ति, विशेषणपदम् उन्नतः इति अस्ति इति साधारणव्यवहारः. तत्र पदयोः मध्ये सम्बन्धः इति साधारणतया वदामः. किन्तु अत्र किम् उक्तमस्ति, तत्र शब्दद्वयं सम्बन्धम् अर्थसम्बद्धं न तु शब्दसम्बद्धं. नाम अर्थसम्बद्धं नाम अर्थसम्बद्धं नाम पदार्थः. अर्थः इत्युक्ते पदार्थः, पदस्य अर्थः पदार्थः. यं तत्र यम् अथवा यत् वस्तु सूचितम् अस्ति तत्र पदेन सः पदार्थः खलु? पदार्थः नाम यः लोके विद्यमानः, तत्र पाञ्चभौतिकलोके विद्यमानः सामग्री इति सामग्री. यत् यत् वयम् इन्द्रियैः ग्रहीतुं शक्नुमः तत्र चक्षुषा वा इति, तत्र पदार्थप्रपञ्चः अस्ति, शब्दप्रपञ्चः अस्ति, तयो समान् सामान्यं नास्ति. शब्दप्रपञ्चः भिन्नः, पदार्थप्रपञ्चः भिन्नः अस्ति. वृक्षः इति शब्दः पदार्थं सूचयति, अतः उन्नतः वृक्षः इति यदस्ति तत्र वृक्षः इति पदमस्ति, वृक्षः इति पदार्थः अपि अस्ति. अत्र किं लिखितमस्ति इत्युक्ते तत्र नाम सिद्धान्तः नाम तत्र एषः वृक्षः यः अस्ति सः वृक्षः लोके यः वृक्षः अस्ति उन्नतः इति वृक्षः अस्ति सः वृक्षः एव विशेष्यः. वृक्षः इति पदं विशेष्यं नास्ति, वस्तुतः पदार्थः एव विशेष्यः, पदं विशेष्यं नास्ति. पदं किम् अस्ति इति अग्रे पश्यामः, किन्तु तत्र अर्थसम्बद्धं नाम पदार्थसम्बद्धं सम्बन्धेन तत्र सम्बन्धः वर्तते पदार्थयोः मध्ये, तेन सम्बन्धेन शब्दसम्बन्धः भवति. अतः तत्र अर्थसम्बन्धः एव कारणं, शब्दसम्बन्धः कार्यम्, एफेक्ट् इति. एषः सिद्धान्तः मुख्यः अस्ति. तत्र उन्नतः वृक्षः इति यदि वदामः, तत्र वृक्षः साक्षात् पदा लोके यः अस्ति सः एव विशेष्यः इति. अस्तु, धन्यवादः भगिनि. इदानीं तत्र अग्रे तत्र अशोक महोदय अग्रे पठति वा तत्र विशेष्यपदार्थः न तु पदमिति एतं परिच्छेदम्? अस्तु महोदय, मम एकः प्रश्नः अस्ति. वदतु महोदय. भवान् घटवत् विशेषणम् इति उक्तवान्. भूतलं निर्दिशति, भूतलं विशेषम्, अतः घटवत् अपि विशेषम् एव खलु? न, विशेषणं नाम तत्र घटवत् इत्युक्ते भूतलम् एव, सत्यं. किन्तु पदद्वयमस्ति, भूतलं कीदृशम् इति घटवत् वदति. अतः तत्र साधारण, तत्र साधारणव्यवहारस्य तत्र विशेषणम् एकमस्ति, अन्यत् विशेष्यम् अस्ति. यस्य विषये अन्यत् एतत् पदं वदति सः विशेषणं भवति, विशेष्यस्य विषये विशेषणं वदति. तत्र भूतलं विशेषणमिति वक्तुं शक्नुमः वा? भूतलं विशेष्यं, हा, किन्तु भूतलं विशेषणं न भवति खलु? सत्यं, हा. अतः तयोः पदयोः मध्ये कश्चन भेदः वर्तते. एकः शब्दः एव विशेषणं भवितुम् अर्हति, अन्यः शब्दः विशेष्यमेव भवितुम् अर्हति. अतः तत्र भवतः प्रश्नः किं, तत्र घटवत् इत्युक्ते तत्र सत्यं सत्यं, हा, उन्नतः बालकः कः उन्नतः अस्ति? बालकः एव उन्नतः अस्ति, सत्यम्. अतः उन्नतः अपि विशेष्यं विशेष्यं नास्ति, विशेष्यं सूचयति, हा. किन्तु अतः तत्र व्याकरणरीत्या तत्र, हा, अतः तत्र पदद्वयमस्ति, एकमेव विशेषणम् अस्ति, एकमेव विशेष्यम् अस्ति. यद्यपि तत्र बालकः उन्नत घटवत् इत्युक्ते किं, भूतलमेव, भूतलम् इति घटवत् अस्ति, सत्यं. किन्तु एकं विशेषणम्, अन्यत् विशेष्यम्. तत्र विशेषणं भूतलम् इति विशेष्यं न भवितुं, तत्र विशेषणं न भवितुम् अर्हति. यदि वयं वदामः घटवत् इति विशेष्यम् अस्ति चेत् तत्र विशेषणं किं भवेत्? यतोहि विशेष्यम् इति यदि वदामः विशेषणमपि भवेत्. घटः विशेषणं घटवत् भूतल एव, अतः भूतलं यदि विशेष्यं घटवत् अपि विशेष्यं. न, तद् भिन्नं महोदय. घटवत् इति पदं विशेषणम् अस्ति, भूतलं कीदृशम् इति वदति. घटवत् इति केवलं पदमस्ति चेत् तत्र अस्तु, घटवत् किमपि घटवत् अस्ति, तत् कीदृशम् अस्ति इत्युक्ते भूतलम् अस्ति इति वक्तुं शक्नुमः वा? हा, अतः तत्र विशेषणम् एकमेव अस्ति, विशेष्यम् अन्यत् पदम् अस्ति. अतः तत्र, हा, इदानीं तत्र विशेषणविशेष्य तत्र उन्नतः नाम तत्र घटवत् इत्युक्ते भूतलं, भूतलम् इत्युक्ते घटवत् इति सत्यं, किन्तु तत् विषयान्तरम् अस्ति महोदय. इदानीं तत्र मूलविषयः यः अस्ति तत्र आगच्छामः. अस्तु, विशेषः पदार्थः न तु पदं, तर्हि पदं किं? विशेषवाचकं, यथा वृक्षः इति विशेष्यं कदापि पदं न भवति. वृक्षः विशेष्यः, वृक्षः लोके जीवितवस्तु यत् सः पदार्थः वृक्षः, सः लोके यः प्राणीवृक्षः स एव विशेष्यः। अतः वृक्षशब्दः विशेषवाचकः न तु स्वयं विशेष्यम् इति। अतः तत्र किमस्ति उन्नतः वृक्षः इति वदामः, तत्र वृक्षः इति पदम् अस्ति, वृक्षः अपि पदार्थः अपि अस्ति। पदार्थः एव विशेष्यः, पदार्थः एव विशेष्यः। वृक्षः इति पदार्थः अस्ति लोके, सः एव विशेष्यः। वृक्षः इति पदम् अथवा वृक्षः इति शब्दः किम् अस्ति? विशेषं निर्दिशति, अतः सः विशेषवाचकः एव। वाचकः अस्ति, विशेष्यवाचकः शब्दः अस्ति अथवा विशेष्यवाचकं पदम् अस्ति। नाम वृक्षः इति शब्दः शब्दप्रपञ्चे अस्ति, वृक्षः इति पदार्थः पदार्थप्रपञ्चे अस्ति, वृक्षः इति पदार्थः विशेष्यः, वृक्षः इति शब्दः विशेष्यवाचकशब्दः भवति। समीचीनं महोदय, धन्यवादः। इदानीं तत्र विशेष्यः इति पदम् आगतं, तस्मिन् विषये जयलक्ष्मी भगिनी गतवर्गे पठितवती, तत्र पाणिनिसूत्रेण तत्र कथं तस्य उत्पन्नं भवति। तत्र शिश् इति धातुः, तत्र शिश् धातुः नाम टु डिस्टिङ्ग्विश् इति अर्थः अस्ति। तत्र अष्टाध्यायी मध्ये तत्र तस्य रूपाणि द्रष्टुं शक्नुमः। तत्र विशेष्यम् इति अस्ति शिश् धातुतः, वि इति उपसर्गः, तदनन्तरं तत्र ण्यत् प्रत्ययेन तत्र कथं विशेष्यम् इति आगतम् इति गतवर्गे पठितमस्ति। तत्र ण्यत् नाम कृ धातोः कार्यं, हृ धातोः हार्यं, धृ धातोः धार्यं, वच् धातोः वाक्यं, पच् धातोः पाख्यं, तथैपि छिद् इति धातोः छेद्यम् इति रूपं भवति, शिश् इति धातोः शेष्यं, तदनन्तरं वि इति उपसर्गः विशेष्यम् इति भवति। तत्र छिद् इति धातोः छेद्यम् इति रूपं वयं पूर्वं पठितवन्तः, अवच्छेद्यम्, अवच्छेदकः, अवच्छेद्यं। तत्र ण्यत् इति एव प्रत्ययः आसीत् तस्मिन् समये अपि, अत्रापि ण्यत् इति प्रत्ययेन शेष्यं, शिश् धातुतः शेष्यं, विशिष्टतः विशेष्यम् इति प्राप्नुमः। अतः अर्थः कः, विशेष्यम् इत्युक्ते कः? तत्र विशेष्यम् इत्युक्ते अर्थः कः कः इति कोऽपि वदति वा? ण्यत् प्रत्ययेन वयं कृधातुतः कार्यं प्राप्नुमः, हृधातुतः हार्यम् इति प्राप्नुमः, वाक्यं पाक्यम् एतत् प्राप्नुमः, विशिष् इति धातुतः विशेष्यम् इति प्राप्नुमः। अतः विशेष्यम् इति पदस्य अर्थः कः? ओब्जेक्ट् यस्य यस्य कोऽपि विशेषः वक्तव्यम् अस्ति सः विशेष्यम् अस्ति। समीचीनं, समीचीनं भगिनी। अतः तत्र ण्यत् प्रत्ययस्य योजनेन यत् पदं प्राप्नुमः तस्य एतदस्ति, तत्र यत् करणीयं कृ धातोः, यत् ण्यत् प्रत्ययेन कार्यमिति भवति, कार्यं नाम यत् करणीयमस्ति तत् कार्यमस्ति, यत् वचनीयमस्ति तत् वाक्यमस्ति, वच् धातोः वाक्यं भवति, यः विशेषणीयः यस्मिन् विषये किमपि विशेषणं विशिष्टं गुणं वक्तव्यमस्ति सः विशेष्यः। अतः विशेष्यः नाम यः पदार्थस्य कोऽपि पदार्थः अस्ति यस्मिन् कोऽपि विशेषगुणमस्ति सः विशेषगुणवान् इति एव विशेष्यः भवति। तत्र यः विशेषणीयः अस्ति सः विशेष्यः इति अर्थः भवति। अतः तत्र विशेष्यम् इति तस्य विशेष्यं, विशेष्या अथवा विशेष्यम् इति तत्र त्रिषुलिङ्गेषु भवति, यतोहि तत्र तत्र वृक्षः इति विशेष्यः भवति, अपि माला इति विशेष्या भवति, पुष्पम् इति विशेष्यं भवति इति व्यवहारः, यतोहि ण्यत् प्रत्ययेन प्राप्तं पदम् अस्ति एतत्. अस्तु, एतावत् वयं गतवर्गे पठितवन्तः, इदानीं तत्र अग्रे सरामः. किन्तु तस्मात् प्राक् कोऽपि प्रश्नः अस्ति वा? एतावत् तत्र विशेष्यं किम् इति अन्तिम गतवर्गे अन्तिमभागे पाणिनिसूत्रेण तत्र विशेष्यं विशेष्यः विशेष्या विशेष्यं कथं प्राप्तवन्तः इति एव आसीत्. इदानीं प्रश्नः अस्ति वा? नो चेत् अग्रे सरामः. अस्तु, तर्हि तर्हि अग्रे सरामः. अतः तत्र अग्रे सुधा भगिनी अग्रे पठितुम् इच्छति वा? आं महोदय. पूर्वोक्तरीत्या विशेष्यम् अर्थसम्बन्धं न तु शब्दसम्बन्धम् सम्बद्धम्. अतः वृक्षः पदं न अपि तु प्राणी, तथैव तस्य विशेषणं येन सः प्राणी विशिष्यते पृथक् क्रियते तत् विशेषणम् अपि पदं न कदापि तद्विशेषणम् अपि पदं न कदापि भवति. प्राणी वृक्षः स्वस्य गुणेन विशिष्यते, अतः यः गुणः प्राणिनि वृक्षे अस्ति सः गुणः एव विशेषणम्. उन्नतः वृक्षे अस्ति इति वक्तुं शक्यते वा? चिन्तयतु, वृक्षः स्वयम् उन्नतः भवति किल? वृक्षे उन्नतः इति तु नैव उच्यते. तर्हि उन्नतवृक्षे विद्यमानः गुणः कः? औन्नत्यम्. औन्नत्यं वृक्षे अस्ति, औन्नत्यगुणेन वृक्षः विशिष्यते भिद्यते, अतः औन्नत्यम् इति गुणः एव विशेषणम् इति. तत्र उन्नतः वृक्षः इति यत्र वाक्यम् अस्ति तत्र उन्नतः इति विशेषणं, वृक्षः इति विशिष्टम् इति वदामः. किन्तु तत्र शब्दसम्बन्धः इति तयोः मध्ये भवति. किन्तु वयं दृष्टवन्तः तत्र सिद्धान्तः अस्ति, तत्र शब्दसम्बन्धः अर्थपदार्थसम्बन्धः यः अस्ति तस्मात् आगतः सम्बन्धः. अतः तत्र यदि उन्नतः वृक्षः इति वदामः तत्र वृक्षः इति किमस्ति इदानीं तत्र? अतः पठतु भगिनि. अतः वृक्षः पदं न अपि तु प्राणी, तथैव तस्य विशेषणं किमस्ति अत्र? वृषे वृक्षः इति पदं नास्ति, तत्तु साक्षात् पदार्थः अस्ति. अतः पदार्थः एव विशेष्यमस्ति. नाम वृक्षः इति पदार्थः एव विशेष्यम् अस्ति. तत्र उन्नतः वृक्षः इति वदामः साक्षात् पदार्थः लोके यत् यः अस्ति वर्तते सः पदार्थः एव विशेष्यः. इदानीं विशेषणं किम् अस्ति? उन्नतः इति पदं विशेषणं वा इति प्रश्नः. वृक्षः इति पदं विशेष्यं नास्ति इति अवगतं खलु इदानीम्? पदार्थः एव विशेष्यम् इति ज्ञातवन्तः. न तु अतः वृक्षः इति पदं विशेष्यं नास्ति, वृक्षः इति पदार्थः एव विशेष्यः अस्ति. इदानीं विशेषणं किम् अस्ति इति प्रश्नः उदेति खलु? इदानीम् अग्रे तथैव तस्य विशेषणं येन सः प्राणी विशिष्यते पृथक् क्रियते तत् विशेषणम् अपि पदं न कदापि भवति. विशेषणं नाम येन किमपि विद्यते खलु? तत्र एषः बालकः उत्तमः इति वदामश्चेत् एषः बालकः अन्येभ्यः बालकेभ्यः भिन्नः इति प्रदर्शयामः खलु? यदि एषः बालकः उत्तमः अस्ति, उत्तमः इति पदेन अन्येभ्यः बालकेभ्यः तत्र वयं पृथक् अस्ति, भिन्नः अस्ति इति प्रदर्शयामः विशेषणम्. अतः इदानीं विशेष्यं पदार्थः अस्ति चेत् विशेषणं किं पदं भवति वा अथवा पदार्थः भवति वा? विशेषणमपि पदार्थः भवति न तु पदम्. न तु पदम् अतः तत्र विशेषणं येन विशेषणं नाम येन सः प्राणी विशेष्यं विशिष्यते पृथक् क्रियते तद् विशेषणम् अस्ति तत् विशेषणं पदं भवति वा न भवति विशेषणमपि किमपि पदार्थः भवेत् अग्रे प्राणी वृक्षः स्वस्य गुणेन विशिष्यते हा यः वृक्षः अस्ति प्राणी अस्ति यतोहि तस्मिन् प्राणः अस्ति सः वृक्षः स्वस्य गुणेन नाम कोऽपि विशिष्यते विशेष्यः अस्ति इत्युक्ते किमपि कोऽपि विशेषगुणः तस्मिन् वृक्षे भवेत् खलु अतः स्वस्य गुणेन नाम स्वस्मिन् स्थितेन गुणेन वृक्षः विशिष्यते अतः यः गुणः प्राणिनि वृक्षे अस्ति सः गुणः एव विशेषणम् अतः विशेषणं किम् इति उक्तम् यः गुणः विशेषे वृक्षे अस्ति सः गुणः एव विशेषणं न तु पदम् समीचीनं हा तत्र गुणः एव यः गुणः विशेषगुणः वृक्षे अस्ति सः गुणः एव विशेषणम् हा अस्तु अग्रे अत्र अतः यः गुणः प्राणिनि वृक्षे इत्युक्ते किं महोदय वृक्षः प्राणी इत्युक्ते किमस्ति प्राणी वृक्षः वृक्षे प्राणः अस्ति इति कृत्वा प्राणी तत्र प्राणी इति नकारान्तपदं खलु इनि प्रत्ययेन कृतं पदं प्राणी प्राणिन् इति खलु प्रातिपदिकं हा किन्तु इदानीं तत्र प्राणी वृक्षः प्रथम विभक्ति का तत्र प्रथमविभक्ति हा इदानीं वृक्षः इति पदस्य सप्तमी किम् अस्ति वृक्षे हा अतः प्राणी इति पदस्य सप्तमी प्राणिनि प्राणिनि वृक्षे अस्तु प्राणिनि वृक्षे गुणः वृक्षे अस्ति वृक्षः प्राणी अस्ति अतः गुणः प्राणिनि वृक्षे अस्ति सः एव अतः तत्र गुणः अपि पदार्थः इति कृत्वा विशेषणमपि पदार्थः पदार्थलोके एव विशेषणम् अस्ति न तु पदलोके विशेष्यमपि पदार्थलोके अस्ति विशेष्यम् अपि पदार्थलोके अस्ति इति उक्तम् अग्रे उन्नतः वृक्षे अस्ति इति वक्तुं शक्यते वा इति वयं पूर्वं चिन्तितवन्तः उन्नतः वृक्षे अस्ति इति न वक्तुं शक्नुमः इति वृक्षः स्वयम् उन्नतः भवति अतः वृक्षे उन्नतः इति न वक्तुं शक्नुमः वृक्षे औन्नत्यम् अस्ति इति वक्तुं शक्नुमः अतः औन्नत्यगुणेन औन्नत्यगुणेन वृक्षः विशिष्यते अन्येभ्यः वृक्षेभ्यः भिन्नः इति प्रदर्शितुं शक्नुमः औन्नत्यगुणः अस्मिन् वृक्षे अस्ति एषः वृक्षः उन्नतः यतोहि अस्मिन् वृक्षे यः वृक्षः अस्माकं पुरतः अस्ति एषः वृक्षः उन्नतः एषः वृक्षः भिन्नः यतोहि अस्मिन् वृक्षे औन्नत्यम् इति गुणः वर्तते अतः तत्र औन्नत्यम् इति गुणेन एषः वृक्षः अन्येभ्यः वृक्षेभ्यः भिद्यते विद्यते अतः औन्नत्यम् एव विशेषणम् अस्ति औन्नत्यम् एव विशेषणम् अस्ति अतः औन्नत्यम् इति गुणः विशेषणं पदार्थलोके अस्ति अपि तत्र अतः विशेषणमपि तत्र पदार्थः विशेषमपि पदार्थः अतः औन्नत्यम् इति विशेषणं वृक्षः इति पदार्थः विशेषः इदानीम् उन्नतः इति पदं किम् अभवत् तर्हि वृक्षः इति पदं विशेष्यवाचकपदम् अभवत् अतः वदतु भगिनि विशेषणवाचकपदमस्ति विशेषणवाचकः पदं भवति हा तावदेव समीचीनम् अस्तु अग्रे धन्यवादः भगिनि हा अस्तु अग्रे तत्र योगेन्द्रमहोदय अग्रे पठितुम् इच्छति वा कुतः पठामि अग्रे यथा वृक्षः इत्युक्ते लोके यः प्राणी विशेष्य अपि च यथा वृक्षः शब्दः तस्य विशेष्यवाचकः तथैव तस्मिन् वृक्षे यः गुणः औन्नत्यं तस्य विशेषणवाचकः उन्नत शब्दः इत्थं च वृक्षः शब्दः विशेष्यवाचकः उन्नतशब्दः विशेषणवाच्यवाचकः किञ्चित् वदतु महोदय यथा वृक्षः य अस्ति लोके सः प्राणी विशेष्य अस्ति अपि च वृक्षः इति यः शब्दः अस्ति स तस्य विशेष्यवाचकः भवति हा यतोहि किमर्थं विशेषवाचकः भवति वृक्षः इति शब्दः शब्दः पदार्थं सूचयति खलु शब्दः वृक्ष इति पदार्थः यः अस्ति तं सूचयति अतः वृक्षः इति पदार्थः विशेष्यः अतः वृक्षः इति शब्दः किं भवति विशेष्य यतोहि तस्य किमपि विशेषणमस्ति न महोदय वृक्षः इति शब्दः भिन्नः खलु वृक्षः इति पदार्थः भिन्नः खलु विशेष्यः कः अस्ति पदं शब्दः वा पदार्थः वा पदार्थः हा इदानीं वृक्षः इति पदार्थः विशेष्यः वृक्षः इति शब्दः विशेष्यः वा वृक्षः इति शब्दः विशेष्य न पदार्थः विशेष्य पदार्थः विशेष्यः अतः वृक्षः इति शब्दः कः तर्हि विशेष्यः नास्ति किन्तु विशेष्यं पदार्थं सूचयति अतः वृक्षः इति शब्दः किं भवति विशेष्यं सूचयति अतः तत्र तस्य नाम किं भवति विशेष्यवाचकपदं शब्दं शब्दः भवति खलु तर्हि तत्र वृक्षशब्दः किं भवति तस्य विशेष्यवाचकः खलु पदार्थः विशेष्यः शब्दः शब्दः विशेष्यवाचकः इदानीं तथैव अग्रे तथैव तथैव तस्मिन् वृक्षे यः गुणः औन्नत्यं तस्य विशेषणवाचकः उन्नतशब्दः इति तस्य अर्थः कः यः औन्नत्यम् अस्ति सः उन्नतशब्दस्य तत्र औन्नत्यम् इति किम् अस्ति विशेषणं वा विशेष्यं वा किम् अस्ति औन्नत्यम् इति विशेषणमस्ति उन्नतशब्दः अस्ति तस्य न विशेषणं तत्र पुनः महोदय तत्र उन्नतः वृक्षः इति वदामः उन्नतः वृक्षः तत्र शब्दद्वयमस्ति उन्नतः वृक्षः शब्दद्वयमस्ति वृक्षः इति पदमस्ति उन्नतः इति पदमस्ति इदानीं वृक्षः इति अपि पदार्थः वर्तते खलु आम् वृक्षः पदार्थः वर्तते सः एव विशेष्यः खलु अपि वृक्षः इति शब्दः विशेष्यवाचकशब्दः अस्ति अस्तु इदानीं तत्र विशेषणं वृक्षः इति पदार्थः विशेष्यः विशेष्यः अस्ति इति कृत्वा तत्र किमपि विशेषणं भवेत् खलु तर्हि वृक्षः इति पदार्थः एव विशेष्यः इति इति यदि इति अङ्गीकुर्मः तर्हि विशेषणं किम् अस्ति? औन्नत्यं, तत्र औन्नत्यम् इति गुणः नाम पुनः पदार्थः, औन्नत्यम् इति कोऽपि पदार्थः, औन्नत्यम् इति पदं वा न, औन्नत्यं किमपि कोऽपि पदार्थः गुणः अस्ति यः वृक्षे विद्यमानः अस्ति खलु, वर्तते पदार्थवृक्षे विद्यमानः अस्ति हा, तत्र औन्नत्यम् इति कश्चन धर्मः वा वृक्षे वर्तते, सः धर्मः एव तत्र विशेषणम्। किन्तु उन्नतः इति शब्दः अस्ति, उन्नतः इति शब्दः किम् अस्ति, तत् विशेषणम् अस्ति वा? उन्नतशब्दः इति विशेषणम् अस्ति, परन्तु सः वृक्षशब्दस्य विशेषणम् अस्ति। हा, विशेषणम् इति साधारणव्यवहारः अस्ति, किन्तु इदानीं वयं भवान् एव उक्तवान् विशेषणं तु औन्नत्यम् इति उक्तवान्। आम्, हा, इदानीम् औन्नत्यमेव विशेषणम् अस्ति चेत् उन्नतः इति इत्युक्ते किम्? उन्नतः औन्नत्यम्, उन्नतः द्वयोः मध्ये औन्नत्यं, तत्र यथा वृक्षः इति शब्दः, वृक्षः इति पदार्थः यः अस्ति तं सूचयति, उन्नतः इति पद इति शब्दः किं सूचयति? औन्नत्यं सूचयति, औन्नत्यं वृक्षे विद्यमानः विद्यमानम् औन्नत्यं सूचयति खलु। आम्, तर्हि औन्नत्यं विशेषणम् अस्ति चेत् उन्नतः इति शब्दः किं कः अस्ति इदानीम्? उन्नतः इति शब्द औन्नत्यं सूचयति, विश औन्नत्यं सूचयति खलु। आम्, औन्नत्यम् इत्युक्ते विशेषणम् इति अपि उक्तवान् खलु भवान्। आम्, इदानीं वृक्षः इति शब्दः वृक्षं विशेष्यं सूचयति इति कृत्वा विशेष्यवाचक पदम् इति अभवत्। इदानीम् उन्नतः इति शब्दः विशेषणं सूचयति इति कृत्वा उन्नतः इति शब्दः किम् अभवत्? विशेष्यं न न अस्तु, अन्य कोऽपि वदतु तर्हि। विशेषणवाचकपदम्, विशेषणवाचकपदं खलु वृक्षः शब्दः अस्ति, वृक्षः पदार्थः अपि अस्ति इति एव रीत्या उन्नतशब्दः अस्ति, औन्नत्यं पदार्थः अस्ति। तत्र क्षम्यतां, अत्र एव चिन्तयामः तर्हि तत्र अस्तु। तत्र कुत्र वृक्षः अस्ति इति पदं तत्र शब्दलोकः एतत् पदार्थलोकः तत्र वृक्षः अस्ति वृक्षः अस्ति इदानीं वृक्षे वृक्षः एव विशेष्यं विशेष्यः वृक्षः इति पदं विशेष्यवाचकशब्दः खलु। आम्, इदानीम् अस्मिन् वृक्षे औन्नत्यम् अस्ति, तत्र वृक्षः अस्ति वृक्षे औन्नत्यम् अस्ति तत्र औन्नत्यम् विशेष्यं भवति, औन्नत्यम् इति किमस्ति? विशेषणम् अस्ति, विशेषणमस्ति वृक्षपदार्थस्य। अस्तु, इदानीम् उन्नतः इति पदमस्ति, उन्नतः इति पदम् एतत् शब्दलोके अस्ति, उन्नतम् इति पदमस्ति, सः कश्चन धर्मः अस्ति यः अस्मिन् वृक्षे वर्तते, एतत् पदार्थलोके अस्ति, औन्नत्यं पदार्थलोके अस्ति खलु। उन्नतम् इति किं भवति? उन्नतम् इति औन्नत्यं वा? शब्दवाचक वाचकशब्दः भवति, स औन्नत्यं दर्शयति। हा अतः उन्नतः इति शब्दः उन्नतम् अथवा उन्नतः इति शब्दः विशेषणं सूचयति वदति अतः विशेषणवाचकः अस्ति समीचीनं वा महोदय आम् अवगच्छामि हा अतः तत्र उन्नतः इति विशेषणवाचकः शब्दः वृक्षः इति शब्दः विशेष्यवाचकः वाचकशब्दः अस्ति न तु उन्नतः इति न तु स्वयं विशेषणम् उन्नतः इति स्वयं विशेषणं नास्ति किन्तु विशेषणवाचकपदम् अस्ति उन्नतः इति अवगच्छामि अस्तु समीचीनं महोदय अस्तु अस्तु धन्यवादः हा धन्यवादः हा वदतु भगिनि इदानीं विशेषणवाचकः न चेत् विशेष्यवाचकः इति वदामः चेत् पदार्थस्य उल्लेखनमस्ति वा न न वाचकः इति शब्दः एव विशेषणवाचकः इति शब्दः एव किन्तु यत्र विशेषणं वाचकः इति वदामः विशेषण अपि पदार्थः विशेष्यमपि पदार्थः तत्र वृक्षः इति पदार्थः वृक्षः इति शब्दः पदार्थस्य पदार्थं सूचयति अतः वृक्षः इति शब्दः विशेष्यवाचकः शब्दः उन्नतः इति शब्दः औन्नत्यं वदति औन्नत्यम् इति विशेषणमस्ति पदार्थः अस्ति अतः उन्नतः इति विशेषणवाचकः शब्दः तत्र यत्र विशेष्यवाचकः विशेषणवाचकः इति वदामः तत्र विशेष्य अपि विशेषण द्वयमपि पदार्थः इत्युक्ते केवलं विशेषणं विशेषम् इति वदामः चेत् पदार्थस्य उल्लेखनं यदा विशेषणवाचकः विशेष्यवाचकः इति वदामः चेत् शब्दस्य उल्लेखनम् इति वा इति किन्तु किमर्थम् एतादृशव्यवहारः यतोहि साधारणरीत्या यदि वयं तत्र यदि वयं संस्कृतं पाठयामः तत्र किं कुर्मः उन्नतः वृक्षः अस्तु वृक्षः इति विशेषणम् अस्ति उन्नतः इति क्षम्यताम् उन्नतः वृक्षः इति विशेष्यम् अस्ति उन्नतः इति विशेषणम् अस्ति समानविभक्ति समानलिङ्गं सर्वं भवेत् इति वदामः खलु तत्र शब्दस्य एव विषयः भवति न कदापि पदार्थस्य खलु सत्यं हा किन्तु इदानीं पदार्थस्य विषयः अपि आगतः अस्ति इत्युक्ते अत्र वृक्षः इति वदामः चेत् उन्नतः वृक्षः इति वदामः चेत् वृक्षे औन्नत्यम् अस्ति इति कृत्वा उन्नतः अपि पदार्थरूपेण एव अस्ति इति अर्थः पृच्छति वा सत्यम् अतः तत्र समीचीनं हा तत्र उन्नतः वृक्षः इति अस्ति अतः तत्र उन्नतः वृक्षः इति यदि अस्ति उन्नतः वृक्षः एषः शब्दः विशेषवाचकः अस्ति उन्नतः किं तर्हि एतत् एषः शब्दः विशेषणं भवितुम् अर्हति वा न यतोहि विशेष्यं यदि पदार्थः अस्ति विशेषणमपि पदार्थः एव भवेत् खलु हा अतः उन्नतः इति पदं विशेषणं नास्ति किन्तु औन्नत्यम् इति यः गुणः वर्तते अस्मिन् वृक्षे यः विशेषगुणः वर्तते येन अन्येभ्यः वृक्षेभ्यः पृथक् करोति हा पृथक् कर्तुं शक्नुमः अतः औन्नत्यमिति पदार्थः गुणः वर्तते अस्मिन् वृक्षे इति कृत्वा तत्र औन्नत्यम् इति विशेषणं नाम येन भेदं तत्र भेदं प्रदर्शितुं शक्नुमः खलु सत्यं डिस्क्रिमिनेट् हा डिस्क्रिमिनेट् अतः विशेषणमिति तत्र पदार्थः अस्ति यः धर्मः अस्मिन् पदार्थे वर्तते अत्र उन्नतः वृक्षः तयोः अभेदः अस्ति इति अभेदः इति नास्ति किन्तु उन्नतः वृक्षः तत्तु शब्दलोके तयोः मध्ये सम्बन्धः वर्तते अस्तु उन्नतः वृक्षः इति वृक्षः शब्दः उन्नतः शब्दः तयोः मध्ये यः विशेषणविशेष्यभावः वर्तते सः तु पदलोके अस्ति. वदतु भगिनि. अवगतवती महोदय. अत्र पदार्थस्य विषये वदामः चेत् वृक्षः इति पदार्थः अस्ति, अतः उन्नतः अपि तस्यैव विशेषणरूपेण आगतम् इति कृत्वा सः अपि पदार्थः एव, किन्तु शब्दलोके तस्य विशेषणवाचकम् इति उच्यते. यतोहि उन्नतः इति साक्षात् पदार्थः नास्ति. उन्नतः इति तत्र वृक्षे अस्ति इति न वक्तुं शक्नुमः खलु. सत्यं. अतः तत्र उन्नतः वृक्षः इति तेन किम् अवगच्छामः, अस्मिन् वृक्षे औन्नत्यम् इति गुणः वर्तते इति अवगच्छामः. अतः तत्र धर्मः वर्तते अस्मिन् वृक्षे, अतः औन्नत्यम् इति एव विशेषणम्. औन्नत्यम् इति पदार्थः एव विशेषणम्. उन्नतः इति शब्दः औन्नत्यं सूचयति. समीचीनं भगिनि? समीचीनं. अतः औन्नत्यम् इति पदार्थः विशेषणं, वृक्षः इति पदार्थः प्राणी विशेषणम्. औन्नत्यम् इति पदार्थं भवति वा, गुणः गुणः वा धर्मः वा, किन्तु पदार्थलोके अस्ति नाम तत् गुणः पदार्थम् इति नास्ति. न शब्दः नास्ति. गुणः न्यायशास्त्ररीत्या तत्र पदार्थलोके अस्ति इति चिन्तयामः तेन. अस्तु, नाम कश्चन धर्मः इति एव चिन्तयतु. धर्मः कश्चन धर्मः किमपि क्वालिटि धर्मः वर्तते, किन्तु पदार्थलोके अस्ति औन्नत्यं, पदलोके नास्ति. पदार्थलोके पदम् इति चिन्तनं नास्ति. औन्नत्यम् इति किमपि विशेषगुणः वा धर्मः वा पदार्थलोके अस्ति, किन्तु उन्नतः इति शब्दलोके अस्ति. शब्दः औन्नत्यं सूचयति, अतः विशेषणवाचकः शब्दः भवति. अस्तु, समीचीनं वा? अतः एव स्वयं विशेषणं नास्ति इति उक्तम् अत्र. अतः उन्नतः स्वयं विशेषणं नास्ति, किन्तु विशेषणवाचकः शब्दः अस्ति. नाम तत्र उन्नतः वृक्षः इति यदि वदामः, उन्नतः वृक्षः तयोः मध्ये यः विशेषणविशेषभावः इति साधारणरीत्या वदामः, एषः भावः अथवा सम्बन्धः पदार्थलोके यः सम्बन्धः वर्तते तस्मात् आगतः सम्बन्धः अस्ति. किन्तु पदार्थलोके भिन्नरीत्या वक्तव्यमस्ति, यतोहि पदार्थलोके वृक्षः इति विशेष्यः अस्ति, वृक्षः इति पदार्थः विशेष्यः अस्ति, किन्तु उन्नतः इति कोऽपि पदार्थः नास्ति. औन्नत्यम् इति पदार्थः अस्मिन् वृक्षे वर्तते. एतत् सर्वं कुर्वन्तः स्मः यतोहि तत्र घटवत् भूतलं वा अथवा घटः विशेषणं वा घटवत् विशेषणं वा इति प्रश्नः अस्ति अस्माकं खलु. अतः तत्र पदार्थः भिन्नः, पदं भिन्नः, एतत् सर्वं चिन्तनीयमस्ति. तेन वयं तत्र उत्तरं प्राप्नुमः. सरलमेव अस्ति तत्र उत्तरं, किन्तु एतत् चिन्तनं यदि भविष्यति तदा सरलं भवति उत्तरम्. धन्यवादः. अन्य कोऽपि प्रश्नः? समीचीनमस्ति, तत्र प्रश्नाः सन्ति चेदेव तत्र अवगमनं भवति. अतः तत्र कृपया प्रश्नाः सन्ति चेत् पृच्छन्तु. अस्तु, तर्हि अग्रे सरामः. यदि अन्य कोऽपि प्रश्नः नास्ति चेत् तत्र अग्रे प्रेमलता भगिनी अग्रे पठितुम् इच्छति वा? महोदय, एकः विचारः, प्रश्नः तु न, परन्तु एकः विचारः. अत्र लोके तु लौकिके यत् वयं विशेषणविशेष्यभावः इति वयं वदामः, तत्तु अत्र न्यायशास्त्रे तत् नास्ति, तस्य किञ्चित् भिद्यते खलु. सत्यं सत्यं, किन्तु तत्र अत्र न्यायशास्त्रः शास्त्रम् इति नास्ति, किन्तु एतत् साधारणरीत्या अपि वक्तुं शक्नुमः. तत्र उन्नतः वृक्षः इति यदि वदामः साधारणव्यवहारः, तत् उन्नतः इति विशेषणं, वृक्षः इति विशेषणं. किन्तु किञ्चित् चिन्तयामश्चेत् वयं पश्यामः, अस्तु तत्र एतत् वर्णनं कथम् अभवत्, यतोहि साक्षात् कोऽपि वृक्षः अस्ति खलु, पदार्थः अस्ति, पदार्थस्य वर्णनं उन्नतः वृक्षः इति कृतमस्ति, किन्तु वर्णनं किम् अस्ति, वृक्षे किमपि विशिष्टम् अस्ति खलु. अतः तत्र साधारण यदा वयं संस्कृतं पठामः पाठयामः, केवलं पदस्य विषये एव चिन्तनं भवति अस्माकं, पदार्थस्य विषयस्य चिन्तनं न भवति खलु, न भवति. तावदेव तावदेव, तत्र पदस्य विषयं चिन्तितवन्तः, इदानीं पदार्थस्य विषये अपि चिन्तयामः. किमर्थं? यतोहि तत्र घटवत् भूतलम् इति वाक्ये घटः इति विशेषणम् इति उक्तमस्ति. किमर्थम् इति, अतः तत्र मूल तत्र साधनं, मूलसाधनं तत्र अस्ति, पदं भिन्नं, शब्दः भिन्नः, पदार्थः भिन्नः इति यदि यदि अवगच्छामः, तत्र उद्घाटितः प्रश्नः यः अस्ति तस्य उत्तरं शीघ्रतया प्राप्नुमः इति. अतः एव एतत् सर्वं. आं महोदय, धन्यवादः. अस्तु, समीचीनम्. अस्तु, अग्रे तत्र प्रेमलता भगिनी अग्रे पठितुम् इच्छति वा, विशेषणः इति आरभ्य. भगिनी तत्र उच्चैः हा न सम्यक्तया न श्रूयते भगिनि. अस्तु, पठतु. श्रूयते वा महोदय? इदानीमपि तत्र समीपे न श्रूयते भगिनि. ओ अस्तु, अन्य अन्य कोऽपि वदतु भगिनि. क्षम्यताम्, अस्तु. तत्र अस्तु, तर्हि तत्र एतावत्. हा, राजीव भगिनी पठतु. इदानीं श्रूयते महोदय? न भगिनि, शनैः अस्ति. अस्तु, राजी भगिनी अग्रे पठतु भगिनि, विशेषणवाचक इति आरभ्य. आं, पठामि. परन्तु वयं पूर्वं किञ्चित् अग्रे पठितवन्तः खलु, सो प्राणी विषये वयं पठितवन्तः, सो तत्सर्वं वयं चर्चितवन्तः खलु, एतावत् वयं चर्चितवन्तः भगिनि, न तु स्वयं विशेषणम्. इदानीं तत्र विशेषणवाचकशब्दाः इति तत् आरभ्य. समीचीनं वा खलु, एतावत् पठितुं खलु. पूर्वं वयं किञ्चित् अग्रे पठितवन्तः, भवान् किञ्चित् विस्तारेण वक्तुमेव किञ्चित् उपरि आगतवान् इति. अस्तु अस्तु अस्तु, प्रायशः भगिनि. अस्तु अस्तु, तत्र औन्नत्यम् इदानीम् अत्र अस्मः भगिनि, विशेषणवाचकशब्दाः इति. एकनिमिष, स्क्रीन् किञ्चित् बहु न्यूनमस्ति. हा, नो चेत् नो चेत् करपत्रं गत्वा तत्रापि पठितुं शक्नोति भवती. हा, अहं केवलं तत्र स्वीकृत्य करपत्रं स्वीकृत्य लेखितुं शक्नोमि इति कृत्वा स्क्रीन् शेर् एतत् सर्वं कृतवान् तावदेव. कुतः आरभ्य पठितव्यं? हा, विशेषणं वाचकशब्दाः इति. विशेषणवाचकशब्दाः सामान्यतया गुणविशेषे भवन्ति, गुणविषये भवन्ति, अतः गुणवाचकाः इत्यपि उच्यन्ते. अत्र न्यायशास्त्रस्य चतुर्दशगुणाः सन्ति इति अत्र गुणः सामान्य अर्थे अस्ति यथा धैर्यं धैर्यं विस्तारः धैर्यं विस्तारः औन्नत्यं यथा उन्नतः शब्दः इति विशेषणवाचकशब्दः गुणं वदति औन्नत्यं वदति अतः गुणवाचकः इत्यपि उच्यते गुणवाचकशब्दाः त्रिविधाः भगिनी एतावत् परिच्छेदस्य अर्थः कः इति किञ्चित् वदतु विशेषणवाचकशब्दाः सामान्यतया गुणविषये भवन्ति इदानीं वयं विशेषणपदं विशेषणवाचकपदम् इति वयं स्वीकुर्मः चेत् तत्र उदाहरणार्थम् उन्नतः वृक्षः तत्र विशेषणवाचकशब्दः कः अस्ति उन्नतः वृक्षः इति पदम् अस्ति चेत् पदद्वयमस्ति अत्र उन्नतः इति केवलं विशेषणवाचकपदम् उन्नतः इति विशेषणवाचकपदं समीचीनं तत्र उन्नतः इति पदं तत्र गुणः कः अस्ति तत्र उन्नतः इति वदामः उन्नतस्य गुणम् औन्नत्यम् इति वयं वदामः औन्नत्यं तत्र अत्र गुणः इति तत्र न्यायशास्त्रे गुणः अस्ति वा अथवा भिन्नः अस्ति वा औन्नत्यम् इति न्यायशास्त्रे ये तत्र गुणाः सन्ति तेषु अन्यतमः गुणः अस्ति वा अथवा भिन्नः अस्ति वा औन्नत्यम् इति औन्नत्यम् इति समानं हा किन्तु तत्र चतुर्विंशतिगुणाः ये सन्ति तेषु औन्नत्यम् इति गुणः अस्ति वा भिन्नमस्ति न्यायशास्त्रे तद् भिन्नमस्ति हा अतः किम् उक्तमत्र अस्ति अत्र अत्र न्यायशास्त्रस्य चतुर्दशगुणाः इति न हा इति न अतः यद् यदि वयं वदामः गुणवाचकः गुणविषये तत्र न्यायशास्त्रगुणः इति न्यायशास्त्रगुणः इति मा चिन्तयतु सामान्य अर्थे गुणः नाम केवलं क्वालिटि चिन्तयतु गुणविषये नाम साधारणगुणः इति यदि वदामः सामान्य अर्थे एव अस्ति नाम तत्र औन्नत्यम् इत्युक्ते हैट् धैर्यम् इत्युक्ते लङ्थ् दीर्घः दीर्घस्य गुणः धैर्यम् इति तादृशं तत्र तादृशम् अतः उन्नतः इति शब्दः विशेषणवाचकशब्दः वाचकशब्दः अस्ति गुणं तत्र विशेषणं गुणः अपि भवति इति कृत्वा गुणः नाम साधारणरीत्या गुणः इति अपि भवतु इति भवति इति कृत्वा उन्नतः इति शब्दः गुणवाचकः इति अपि वक्तुं शक्नुमः खलु हा उन्नतः इति शब्दः विशेषणवाचकः शब्दः अस्ति विशेषण इति साधारणतया औन्नत्यम् इति तादृशगुणम् अस्ति अतः उन्नतः इति शब्दः गुणवाचकः इति अपि वक्तुं शक्नुमः खलु अतः तत्र गुण इति साधारणरीत्या उक्तमस्ति न तु न्यायशास्त्रगुणम् अत्र अस्तु समीचीनम् अस्तु अग्रे तत्र एतावत् हा अस्तु अग्रे तत्र उषा भगिनी अग्रे पठति वा किञ्चित् आं महोदय गुणवाचकशब्दाः त्रिविधाः ये गुणविषये वदन्ति गुणः अत्र सामान्य अर्थे तत्र औन्नत्यम् इति तादृश अर्थे केवलं गुणवाचकाः नम्बर् वन् केवलं गुणवाचकाः शाक्तिः श्रद्धा शक्तिः सारि केवलं गुणवाचकाः शक्तिः श्रद्धा बलं धैर्यं न धैर्यं धैर्यं श्रमः भयम् शक्तिः श्रद्धा बलं धैर्यं श्रमः भयं गुणवाचकः साधारणार्थे ओके गुणमेव वदन्ति सेकेण्ड् केवलं गुणिवाचकाः उन्नतः विशालः उत्तमः सुन्दरः गुणवत् वाचकाः, गुणं गुणवत् गुणवत् वाचकाः, केवलं गुणिवाचकाः, उन्नतः विशालः उत्तमः सुन्दरः. गुणवाचकाः अपि भवन्ति, गुणिवाचकाः अपि भवन्ति. शुक्लः, नीलः, रक्तः, मधुरः, आम्लः, कटुः इति तावत्पर्यन्तं किञ्चित् आम् गुणवाचक गुणाः साधारणगुणाः अत्र न्यायशास्त्रगुणः न साधारणगुणाः त्रिविधा उक्ताः. गुणवाचकाः इति एकं क्लासिफिकेशन्. शक्तिः, श्रद्धा, बलं, धैर्यं, श्रमः, भयम् एते शब्दाः गुणवाचकाः. गुणमेव वदन्ति, शक्ति इति गुणं, श्रद्धा इति गुणं, बलम् इति गुणं, धैर्यम् इति गुणं, श्रमः, भयम्. अत्र किं भवति प्रयोगः, व्यवहारः कीदृशः भवति नाम अस्मिन् शक्तिः अस्ति अथवा महिलायां शक्तिः अस्ति, शक्तिः महिला इति न वदामः. बल बलवती महिला इति वदामः, न तु बलं तत्र बलं महिला इति न वदामः खलु. आम् आं महोदय, बलवती अस्यां महिलायां बलम् अस्ति अथवा धैर्यम् अस्ति, सर्वदा गुणमेव वदति, न तु गुणस्य आश्रयस्य वर्णनं न भवति खलु. गुणस्य आश्रयं न भवति. श्रद्धा अस्ति, एषः पुरुषः अथवा एषा महिला श्रद्धा इति न वक्तुं शक्नुमः. अस्यां महिलायां श्रद्धा अस्ति, अतः तत्र केवलं गुणवाचकाः. अस्तु, अग्रे द्वितीय केवलं गुणिवाचकाः. द्वितीयबिन्दु गुणिवाचकाः, उन्नतः, विशालः, उत्तमः, सुन्दरः. सो गुणवत् वाचकाः, उन्नतः, बालः, विशालः, वृक्षः, उत्तमः, बालकः, सुन्दरः बालकः. गुणवत् वाचकाः नाट् किन्तु गुणवाचकाः न भवन्ति, यतोहि तत्र गुणं वा उन्नतः इति गुणं, तत्र उन्नतः वृक्षः इति यदि वदामः उन्नतः इति गुणं भवति वा गुणः भवति उन्नतः इति गुणवत् वाचकः. हा, उन्नतः इत्युक्ते कः? उन्नतः इत्युक्ते उन्नतः साक्षात् वृक्षः एव. तु वृक्षे तत्र उन्नतः वृक्षः इति यदि वदामः, उन्नतः इति पदं तत्र उन्नतः इति कः अस्ति? वृक्षः एव अस्ति. वृक्षः एव उन्नतः इति वृक्षे नास्ति. उन्नतः इति पदं वृक्षे विद्यमानः औन्नत्यं सूचयति, किन्तु उन्नतः इति साक्षात् गुणवत् वाचकः शब्दः एव अस्ति. तत्र यतोहि तत्र उन्नतः बालकः इति भवति, उन्नता बालिका इति भवति खलु. आम् आं महोदय, विशेषनिज्ञता अस्ति, विशेषनिज्ञता. सो गुणिवाचकाः, गुणिवाचकाः गुणवत् कदा भवति? यदि तत्र विशेषनिज्ञता अस्ति चेत्, तत्र त्रिशृङ्गेषु भवति इति चेत्, तत्र गुणवत् वाचकता यत्र अस्ति तत्र एव विशेषनिज्ञता अस्ति. गुणवाचकता अस्ति तत्र साधारणतया नियतलिङ्ग, नाम एकम् एकमेव लिङ्ग. अस्तु, तृतीयं. तृतीयं गुणवाचकाः अपि भवन्ति, गुणिवाचकाः अपि भवन्ति. शुक्लः, नीलः, रक्तः, मधुरः, आम्लः, कटुः. दिस् इस् लैक् गुण लैक् पुष्पस्य वर्णः, पुष्पस्य वर्णः शुक्लः इति कृते गुणवाचकाः. गुणिवाचकाः अपि शुक्लः घटः, नीलः पुष्पः, गुणिवाचकः तत्र शुक्लः घटः इत्युक्ते शुक्लः इति वर्णः अस्मिन् घटे घटे अस्ति अतः तत्र शुक्लः घटः नाम गुणिवाचकः शब्दः तस्मिन् समये किन्तु शुक्लः वर्णः इति वदामः अस्य घटस्य वर्णः शुक्लः इति वदामः तत्र गुणवाचकः अतः तत्र वर्ण एक एव लिङ्गं भवति तत्र घटस्य वर्णः वा पुष्पस्य वर्णः वायाः वर्णः वा शुक्लः इति वदामः अतः पुल्लिङ्गे एव पुंसि एव भवति वाचकता अस्ति तत्र नियतलिङ्गं भवति यत्र गुणिवाचकता अस्ति तत्र विशेष्य निघ्नता भवति अतः तत्र गुणवाचकता अपि गुणिवाचकता कुत्र भवति यत्र वर्ण नाम रूपं फलं तस्मिन् सन्दर्भे गुणवाचकाः अपि भवितुम् अर्हति गुणिवाचकाः अपि तेषु शब्देषु तत्र वर्णवाचकशब्देषु गुणवाचकता अपि अस्ति गुणिवाचकता अपि अस्ति रसवाचकशब्देषु रस नाम मधुरः आम्लः तेषु अपि गुणवाचकता अस्ति गुणिवाचकता अस्ति तत्र अस्य रसः अस्य रसः मधुरः कटुः इति वर्णनं भवति तत्र अभ्यासपुस्तके अपि एतादृशं वर्णनं कृतमस्ति तदपि एकवारं सर्वे पठन्तु तत्र पूर्वं प्रेषितमस्ति लघुकरपत्रं तत्र अभ्यासपुस्तकात् स्वीकृतम् अतः तत्र गुणवाचक केवलं गुणवाचका शब्दाः सन्ति केवलं गुणिवाचकाः शब्दाः अपि सन्ति गुणवाचकाः शब्दाः गुणिवाचकाः शब्दाः अपि ये भवन्ति तत्र रसवाचकाः वा अथवा वर्णवाचकाः शब्दाः ते द्वयमपि उपरि अपि स्थातुं शक्नुवन्ति अधोभागे अपि स्थातुं शक्नुवन्ति किन्तु तत्र शक्तिः इति अस्ति चेत् तत्र उपरि एव अस्ति नाम गुणवाचकता एव अस्ति शक्तिः इति पदे केवलं गुणवाचकता अस्ति उन्नतः इति शब्दे गुणिवाचकता अस्ति किन्तु गुणवाचकता नास्ति अधो एव अधोभागे एव तिष्ठति उपरि न स्थातुं शक्नोति अतः तत्र एतावत् तत्र गुणवाचकाः शब्दाः ये सन्ति तेषां त्रैविध्यम् अत्र दर्शितमस्ति इदानीं तत्र त्रैविध्यस्य विस्ताररूपेण तत्र एकमेकं स्वीकृत्य किं किम् अस्ति इति पश्यामः तत्र केवलं गुणवाचकशब्दः अस्ति चेत् तेन गुणिवाचकशब्दः कथं प्राप्नुमः केवलं गुणिवाचकशब्दः अस्ति चेत् तेन गुणवाचकशब्दः कथं प्राप्नुमः इति एतत् सर्वम् अग्रे भवति तदनन्तरं वयम् अस्माकं मूलप्रश्नः यः अस्ति नाम घटवत् भूतलम् इति वाक्ये घटवत् इति विशेषणं वा घटः इति विशेषणं वा इति प्रश्नः यः अस्ति तस्य उत्तरं प्राप्नुमः तदनन्तरम् अग्रे तत्र गन्धवती पृथिवी इति यत् लक्षणवाक्यमस्ति तत्र विशेषणं किम् इति अपि वयं ज्ञास्यामः अस्तु तर्हि स्पष्टीकरणार्थम् अहं वदामि उन्नतः विशेषणवाचकपदम् औन्नत्यम् इति विशेषणम् अपि वृक्षः इति शब्दः वृक्षशब्दः विशेष्यवाचकपदम् वृक्षपदार्थः विशेष्यः विशेष्यः इति समीचीनं भगिनि तथैव अस्ति अस्तु तर्हि विरमाम सर्वेभ्यो नमः सर्वेषां धन्यवादः अग्रिमवर्गे मिलामः नमस्कारः धन्यवादः महोदय नमस्कारः